नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे कर्मणि भावे च इति पाठः अनुवर्तते. तत्र वयं लिट् लुट् लृट् लुङ् आशीर्लिङ् लुङ् एषु लकारेषु यः प्रत्ययः न विधीयते इत्यस्मिन् भागे स्मः. 18 PDF 18 पुटसङ्ख्या. तत्र सार्वधातुके यक् इत्यनेन यत् यक् प्रत्ययः विधीयते भाववाचके कर्मवाचके केवलं सार्वधातुकप्रत्यये परे एव, तिंशित् सार्वधातुकम्, अतः सार्वधातुकप्रत्यये परे एव यक् विधीयते. अनेन एव वयम् अवगन्तुं शक्नुमः लिटि लुटि लृटि लुङ्गि आशीर्लिङ्गि लुङ्गि च यः प्रत्ययः दृश्यते सः तु अर्धधातुकः, सार्वधातुकः नास्ति, अतः तत्र यक् भावार्थे कर्मार्थे यक् न भवति. अतः तत्र भेदः कथम् अवगन्तुं शक्नुमः इत्युक्ते तत्र भावकर्मणोः इत्यनेन तत्र तिबादयः आत्मनेपदिनः भवन्ति. यदा अत्र रूपसाम्यं तु दृश्यते एव, परन्तु तदेव तत्र तिबादयः आत्मनेपदिनः भवन्ति इत्येव तत्र विषयम्. अन्यत् तत्र यकारः तु नास्ति एव, तस्मात् एव पठामः. महोदय, एषु षट्सु लकारेषु भगिनी अहम् अनन्तरं पठामि. अस्तु, नास्ति चिन्ता. श्रीवल्ली भगिनी पठति वा? आं भगिनि. येषु षट्सु लकारेषु एकम् एव कार्यं सर्वत्र भवति. भावप्रयोगे कर्मणि प्रयोगे च सर्वेभ्यः धातुभ्यः आत्मनेपदसंज्ञकाः तिङ् प्रत्ययाः एव विधीयन्ते. आं भगिनि. ये लिट् लुट् लृट् लृङ् आशीर्लिङ् लुङ् येषु षट्सु लकारेषु सर्वत्र भवति. भावप्रयोगे कर्मणि प्रयोगे च सर्वेव धातुभ्यः आत्मनेपदसंज्ञकः तिङ् प्रत्ययाः एव विधीयन्ते. भावकर्मणोः विहितस्य लस्य तिपादयः आत्मनेपदिनः भवति. भावश्च कर्म च तयोः इतरेतरद्वन्द्वः भावकर्मणि. तयोः भावकर्मणोः सप्तम्यन्तम् एकपदमिदं सूत्रम् अत्र विषयसप्तमी. अनुदात्त आत्मनेपदम् इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं भावकर्मणोः आत्मनेपदम् तिपादयः आत्मनेपदतिपादयः भवन्ति भावकर्मणोः. सत्यम्, अनेन सूत्रेण एव तिपादयः आत्मनेपदिनः भवन्ति. तत्र सार्वधातुके यक् इति अत्र वयम् अन्येषु लकारेषु कृतवन्तः, तत्रापि भावकर्मणोः एव, परन्तु यदा वयं लिट् लुट् इति तस्मिन् तेषु लकारेषु केवलं भावकर्मणोः इत्यस्य एव कार्यम्. किमर्थम् इत्युक्ते ते प्रत्ययाः अर्धधातुकाः. अग्रे येषु षट्सु लकारेषु भावकर्मप्रक्रियायां भावार्थकं कर्मार्थकं चिह्नं अन्यत् किमपि न भवति. अतः येषु लकारेषु धातुः आत्मनेपदी चेत् कर्तृ कर्मार्थे च बहुत्र रूपं समानम् एव. धातुः परस्मैपदी चेत् आधिक्येन तावत् एव भेदः. कर्तरि कर्मणि च यत् कर्तृत्वे परस्मैपदसंज्ञकः तिङ् प्रत्ययः विधीयते. कर्मार्थे च आत्मनेपदसंज्ञकः तिङ् प्रत्ययः विधीयते. यथा पाने इति धातुः परस्मैपदी, तस्य च कर्तरि रुटि पास्यति भवति. कर्मणि रुटि पास्यते इति एवमेव. अत्र किमपि तत्र किमपि नास्ति. तत् चिह्नं किम् इत्युक्ते ते तु आत्मनेपदिनः भवन्ति इत्येव चिह्नं. तत्र भावकर्मप्रक्रियायां तत्र भावार्थकर्मार्थ चिह्नं किमपि अन्यद् नास्ति इत्युक्ते तत्र पूर्वं यदा वयं दृष्टवन्तः यकारः एव अस्माकं सूचकम् आसीत् तद् कर्मणि प्रयोगः इति. परन्तु अत्र तादृशं किमपि चिह्नं नास्ति, सर्वे तु आत्मनेपदिनः भवन्ति. तावदेव धातुः परस्मैपदी चेत् तत्र आधिक्येन तत्र भेदः कर्तरि कर्मण्यां तत् दृश्यते एव. तावदेव तत्र यद्यपि धातुः परस्मैपदी, तत्र कर्मण्यां तत्र आत्मनेपदिरूपमेव प्राप्नोति. आत्मनेपदिसंज्ञकः तिङ् प्रत्ययः एव तत्र विधीयते कर्मार्थे. यदा वयं तु जानीमः एव पादातोः पास्यति इति लृटि कर्तरि लृटि पास्यते इति समानमेव दृश्यते, परन्तु एकारः तद् कर्म आत्मनेपदी इत्येव. आं भगिनि अग्रे अपि धातुः चि कर्तृवाचे लृटि चि चेष्यति परस्मैपदी धातु अचेष्यते. कर्मवाच्ये लृटि चेष्यते नी नेष्यति कर्मवाच्ये नेष्यते हु होष्यति कर्मवाच्ये होष्यते भूधातु भविष्यति भविष्यते क्रू धातु करिष्यति करिष्यते इति द्वे रूपाणि सन्ति करिष्यते इति कर्मवाच्ये लृटि. अनन्तरं त्रू धातु तरिष्यति तरिष्यते हन् धातु हनिष्यति हनिष्यते ग्रह् धातु ग्रहीष्यति ग्रहीष्यते दृश् धातु द्रक्ष्यति द्रक्ष्यते लिख् धातु लेखिष्यति लेखिष्यते मुद् धातु मोदिष्यते मोदिष्यते. समीचीनम्. अत्र आत्मनेपदी अस्ति चेत् भेदः न दृश्यते, परस्मैपदी धातुः अस्ति चेत् कर्तरि कर्मण्या कर्मणि तयोः भेदः दृश्यते. तावदेव तत्र प्रक्रिया कथं भवति इत्युक्ते तत्र भावकर्मणोः इत्येव एकं नूतना प्रक्रिया तत्र योजनीया. तावदेव अत्रापि स्या एव सत्यम् जत्यासि लृलृटोः तत्रापि कर्तृवाचके अपि भवति कर्मवाचके अपि भवति. स्या विधीयते धातुः अनन्तरं स्व धातुतः स्या इति विधीयते अनन्तरम् अत्र कर्मणि इति कृत्वा भावकर्मणोः इत्यनेन तद् आत्मनेपदिसंज्ञकः. तावदेव भेदः, अन्यत् सर्वं समानं. यदा कर्तृवाच्ये तादृशमेव कर्मवाच्ये. एतत्तु लृटि प्रसङ्गे, अन्यत्तु वयं पश्यामः. धन्यवादः भगिनि. अत्र विशिष्टधातोः नमस्ते विशिष्टधातोः विषये अपि पठामः. आं भगिनि अरुणा भगिनी भवती एव पठतु. लिट्लकारिति भगिनि अग्रे यत्र यत्र कश्चित् विशिष्टधातोः कार्यं भवति तत्र तत्र उच्यते. लिट्लकारः कर्मणि भावे च लिट्लकारे कर्तत्रे यस्य यस्य धातोः यत् यत् तिङन्तरूपं भवति तस्य तस्य धातोः तत् तत्तेव तिङन्तरूपं भवति कर्मणि भावे च. केवलं स्मर्तव्यं यत् अत्र भावकर्मणोः इत्यनेन तिपादयः प्रत्ययः आत्मनेपद्यः एव भवन्ति. वयं पठितवन्तः पूर्वं भगिनी पठितवती लिट्लकारे रूपं कर्तरि कर्तत्रे कर्मणि अपि अपि धातुरूपं समानमेव भवति. सामान्यतया केन तु एव भेदः किमस्ति चेत् कर्मणि अपि भावकर्मणोः इति सूत्रेण आत्मनेपदिनः प्रत्ययः विधीयन्ते. यथा भूधातुः कर्तृप्रयोगे बभूव कर्मणि प्रयोगे बभूवे तदेव सर्वत्र. अतः लिट्लकारः कर्तत्रे यदा पठ्यते अस्माभिः तदा यानि तिङ् रूपाणि तत्र भवन्ति तानि एव रूपाणि कर्मणि अपि भवन्ति आत्मनेपदसंज्ञक तिङ् प्रत्ययः सह. तदेव उदाहरणं दत्तं भूधातु लिट्लकाररूपमस्ति बभूव कर्मणि कर्तृप्रयोगे कर्मणि प्रयोगे बभूवे इति आत्मनेपद प्रत्ययः अस्ति अन्ते. तदेव समानं, तत्र प्रक्रिया समाना. लिट् लकारस्य प्रक्रिया तु अग्रे आगच्छति. तस्मिन् समये कथं बभूव इति भवति इति पश्यामः. द्वित्वं कथं भवति तत्र अस्माकम् अभ्यस्तकार्यं किम् इति सर्वम् अग्रे आगच्छति. परन्तु इदानीं तत्र किम् अवगन्तव्यः इत्युक्ते बभूव इति कर्तरि प्रयोगे, बभूवे इति कर्मणि प्रयोगे, तत्र किमपि नूतनं नास्ति इत्येव. अतः एकः प्रश्नः अस्ति, भाव विस्मरामि भावकर्मणोः अत्र भावकर्मणोः सप्तम्यन्तम् एकपदमिदं सूत्रम् अत्र विषयसप्तमी किमस्ति तस्मिन् विषये भावकर्मविषये? ओ यदा सप्तमी इत्युक्ते परसप्तमी इत्यपि अस्ति किल, आम् तत्र तादृशं नास्ति. निमित्तसप्तमी परसप्तमी इति वदामः किल, तादृशं निमित्तमिति नास्ति. विषयसप्तमी यदा भावकर्मणोः तस्मिन् विषये यदा तिबादयः भवन्ति ते तु आत्मनेपदिनः भवन्ति इति. धन्यवादः. तदेव तत्र विषयसप्तमी व्याकरणे पण्डितः इति तादृशं तत्र प्रयोगः भवति इत्युक्ते तस्मिन् विषये सः पण्डितः. समीचीनम्. अस्तु भगिनी, भवती एव अग्रे पठतु, महोदयः किमपि अन्यकार्ये न इदानीम् अहं पठितुं शक्नोमि. इदानीं शक्यते वा? आमाम् अस्तु पठतु. एकनिमिष लुट् खलु लुट् आम् आम् लुट् लृट् लुङ् लृङ् आशीर्लिङ्ग् एकनिमिष हा लुट् लुट् लृट् लृङ् आशीर्लिङ्ग् कर्मणि भावे च प्रथमः आ इति भागः अजन्तदातवः हन् गृहदृशु स्यासि संयुक्तासिषु भावकर्मणोः उपदेशे अच् हन् गृहदृशां वा चिन्वद् चिन्वद् इट् च इति तत्र सप्ताध्यायचतुर्थपादस्य द्विशक्तितमं सूत्रमस्ति. भावकर्मविषये आर्धातुक आर्धातुकोपदेशे अजन्तदातूनां हन् गृह दृश्य च धातूनां विकल्पेन चिन्वत् कार्यं भवति च्या सियुट् थासि इत्येषु पदेषु. चिन्वत् पक्षे च्या सियुट् थासीनाम् इडागमः भवति. आर्धातुको उपदेशे आर्धातुकोपदेशे इत्यनेन आर्धातुक उपदेशावस्थायाम् अजन्तदातवः स्या इत्यनेन लृट् लृङ् च तास् इत्यनेन लुट् सिच् इत्यनेन लुङ् सियुट् इत्यनेन आशीर्लिङ्ग् न तु विधिलिङ्ग् यतोहि इदं सूत्रम् आर्धातुके इत्यसधिकारे अस्ति. चिन्वत्पक्षे इडागमः भवति सर्वत्र, नाम धातुः अनिच्छेदपि. चिन्वद्भावः इत्युक्ते इत्युक्तौ चिणि प्रत्यये परे यानि कार्याणि भवन्ति तानि अत्रापि भवन्ति. श्च सिच्च सियुच्च तासिश्च तेषाम् इतरेतरबन्धः स्यासिच् सियुट् तासयः तेषु स्यासिच् सियुट तासिषु भावश्च कर्मश्च भावकर्मणो भावकर्मणि कर्मणि अस्तु भावकर्मणि तयोः भावकर्मणोः अच्च हंश्च ग्रहश्च हनश्च हश्च हनश्च ग्रहश्च दृश च तेषामिति दन्दः अज्जनग्रहदृशः तेषाम् अज्जनग्रहदृशां चिणि इव चिणुवत् स्यासिसियु तासिषु सप्तमन्तं भावकर्मणोः सप्तमन्तम् उपदेशे सप्तमन्तम् अज्जनगृहदृशां षट्यन्तं वा अव्ययपदं चिन्वत् अव्ययपदम् इट् कथमान्तं च अव्ययपदम् अनेकपदविदं सूत्रम् आर्धातुके इत्यस्यधिकारः अङ्गस्य इत्यस्यधिकारः अनुवर्तते सूत्रमस्ति. आर्धातुक उपदेशे अज् हनगृहदृशां हनगृहदृशाम् अङ्गानां च चिन्वत् इट् च स्यासि सियुट् तासिषु भावकर्मणोः अत्र एतत् अतिदेशसूत्रमस्ति. स्या इत्युक्ते तत्र लिट् लकारस्य एकवारं तथा चेत् लुटोः अस्तु लुट् लकार अत्र लुट् स्या इत्यस्य लुट् सिच् इति किमस्ति अत्र सिच् इत्युक्ते आशीर्लिङ्ग सि युट् इति सि युट् इति आशीर्लिङ्ग अस्ति सिच् लुट् लकारे स्यायितनेन लुट् लिङ्ग् च सासित्यनेन लुट् अस्तु अपि च सिच् इत्यनेन लुङ् लकार अस्तु एतेन आशीर्लिङ्ग् एतेषु तत्र चिण्वत् भवति चिण्वत् चिण्वत् इत्युक्ते तत्र चिण् चिण् किमस्ति चिण्वत् इत्युक्ते चिण्वत् भावः इत्युक्ते य प्रत्ययः दास्तविद्यत नित्वत् अस्तु नित्वत् भवति तत्र इडागमः अपि भवति चिण्वत् इञ्च इति अस्ति अत्र इडागमः अनिट् अस्ति चेदपि इडागमः भवति इति अनेन सूत्रेण भवति भवति अत्र अजन्त अजन्त खलु अच् अच् खलु अच् अच् अपि च हन हन् गृह् दृश् एतेषाम् अच् इत्युक्ते अजन्त खलु अजन्त अजन्तदातु अजन्तदातु तेषु लकारे लुट् लृट् लृग् आशीर्लिङ्ग् एतेषु विशेषसूत्रमस्ति तत्र विकल्पेन भवति तदपि विकल्पेन भवति वा आर्धधातुक उपदेशे अजन्तदातु आर्धधातुक उपदेशे आर्धातुक उपदेशे इत्युक्ते ओके अस्तु आर्धातुक उपदेशे आर्धातुक उपदेश एकनिमिष आर्धातुक उपदेशे इत्युक्ते एकनिमिष आर्धातुक उपदेशे इत्यनेन आर्धातुक उपदेशावस्था अस्तु आर्धातुक उपदेशावस्थायाम् अजन्तदातु यद् आर्धातुकस्य विधीयते तदा खलु सत्यं तदपि मुख्यं किल भावकर्मणोः इति अस्ति परन्तु आर्धधातुक उपदेशे इत्युक्ते तत्र लट् लोट् लङ् विधिलिङ्ग् तत्र तु न भवति एव तत्र तु स्या सित् सियुट् इति उक्तम् अधिकारः अस्ति आर्धधातुकः इति आर्धधातुके इत्यस्य अधिकारे उपदेशावस्थायां अजन्तधातूना हन् ग्रह् दृश् दृशाम् इति षष्टि अङ्गानाम् अङ्गस्य इति अधिकारे अस्ति अतः अङ्गानां चिन्वत् भवति विकल्पेन न केवलं चिन्वत् इट् अपि भवति आरोपितं यदा भवान् अतिदेशस्य चिण्वद्भावः इत्युक्तौ यः प्रत्ययः धातुतः विधीयते स णित्वत् अस्ति अतः तदनुसृत्य कार्यं धातौ भवति यद्यपि स्या सिच् सियुट् तासि इति प्रत्ययः णित् न सन्ति तथापि अत्र णित्वम् अध्यारोपितं तेषु तदनुसृत्य चकार्यं विधीयते यत्र णित्वद् भावः भवति तत्र इमानि कार्याणि भवन्ति यथासङ्गम् इति वयं जानीमः तत्र अचोणिति इति अतौपदायाः इत्याभ्यां वृद्धिः भवति अचोणिति अङ्गस्य भवति अतौपद्य इत्यन्न उपदायाम् अकारस्य वृद्धिः भवति आतो युक्तिङ्कृतोः तत्र युगागमः भवति तत्र अपि च ओ हन्तेर् निम्निनेषु इत्यनेन हन्धातोः कुत्वम् अस्तु सन्ति निम्निनेषु चिण् चिण् दीर्घो अन्यतरस्याम् इत्यनेन मितां विकल्पेन उपदा दीर्घः मितां ह्रस्व इत्यस्य उपदा अन्यतरः इति उपदा दीर्घः भवति तत्र किमर्थं तत्र चिन् इति प्रत्ययः आरोपितं किमर्थं तत्र तु मित् इति साक्षात् वक्तुं शक्यते किल तत्र एकमेव सूत्रं चिन् विषये अस्ति चिन्नमुळो दीर्घो अन्यतरस्याम् इति अन्यत् सर्वं यदा अस्माकं मित् प्रत्ययः अस्ति तत्रापि तस्य कार्यं भवति एव किमर्थं साक्षात् तत् पश्यामः. किमर्थं चिण् इति कृत्वा नकारस्य इत्संज्ञा इति सर्वं किमर्थं कृतम् इति अन्यदस्ति वा चिन्निति कोऽपि अस्ति वा? अनेन सूत्रेण एव तत्र चिण् विधीयते. तत्र किमर्थं चिण् नित्यति एव भवेत् किम्? पश्यतु लक्ष्यविरोधात् न क्रियते. कानि पुनः प्रयोजनानि चिन्वत् युक् न हन्तेर्गत्वं दीर्घ तत् सर्वं तत्र भवति एव. तत्तु सत्यं. किमर्थं चिन्वत् इति स्वीकृतवन्तः? चिण् इति प्रत्ययः अस्ति. चिण् कृतौ इति चिण् च कृत्य तयोचतु चिण् कृतौ इति अत्र आतो युक् चिण् कृतौ इत्यनेन इत्यस्य अत्र चिण् इति प्रत्ययः अस्ति. तत् सत्यं. परन्तु तत्र तु यदा वयम् अत्र पश्यामः एकमेव कार्यं तत्र तत् अन्यत् सर्वम् अचोणिति अतो उपादायः अतो चिन् कृतोः तत्रापि चिन् इति अस्ति किल. अस्तु युकागमः नावश्यकम्. चिन् इति कोऽपि अन्यत्र अत्र अनुवृत्ति भवति वा? पश्यामः तदपि. अग्रिमसूत्रं किम्? दीङ्गो युङ् अचि इति तत्र न तत्र तु नास्ति न आगच्छति अनुभूति. अन्यप्रायः अग्रे आगच्छति वा? अत्र एव पश्यामः किमर्थं तत्र चिन् इति नूतनपदं स्वीकृत्य कृतवन्तः. कारिका अपि दत्तं परन्तु सूत्रद्वये चिन् इति उक्तम्. विशेषं किमपि अस्ति वा चिण् इति? किमर्थं अतो युक् चिन् कृतो इत्यत्र किमपि अस्ति वा? नास्ति. तत् नास्ति वा? ज्ञातवान् आसीत् तत् चिण् इति अस्ति वा इति. तत् चिण् इति प्रत्ययः अस्ति इति तावदेव. तावदेव छिन्नते इति एकपत्यः अस्ति भगिनि. तदेव छिन्नति. किमर्थं तद् चिण् इति नूतनतया एकः प्रत्ययः अनन्तरं तस्य णित् इति कृत्वा कार्यम् इति मम प्रश्नः. तत्र णित् इत्येव साक्षात् आरोपयितुं शक्यते किल इति. चिण् इत्यस्मिन् ई एव अवशिष्यते खलु तत्र चिण् इत्यस्मिन् चूटु चकार भवति वा नकार भवति? ई एव अवशिष्यते. आम् तत्रापि अस्माकं यदा वयं निच् इति कृतवन्तः निचि तत्रापि ई एव अवशिष्यते किल? आमाम् आमाम् ई एव. किमर्थं तत्र एकं नूतनं इडागमो भवति सर्वत्र नाम दातुः अनितपि चेदपि तदेव कार्यं कारणमस्ति वा? तद् निति इति कृतवन्तः चेदपि भवति किल? नित्वत् इति च इति भवितुम् चिण्वत् चकार किमर्थं कृतवान् चिण् इति? कुत्रापि स्यात् तत्र कारणम् अस्माकं कृते तत्र न आगच्छति तावदेव चिन्नलो इति. किञ्चित् अत्र सूत्रविषये पठामः वा महोदय? नमस्कारः महोदय. नमस्ते भगिनि. विवरणं पठितवान्. तत्र तु चिन्वत् इत्यस्य विषये किमपि नास्ति. तत्र अग्रे तु महाभाष्यस्य वाक्यमेव अस्ति. तत्रापि चिन्वत् किमर्थं कृतवान् इति किमपि नास्ति. अत्र चिन् ग्रहणं पदमञ्जर्याम् अस्ति. चिन् ग्रहणम् अकृत् अर्थं वा? अकृत् अर्थम् इति तत्र दत्तम्. अकृत् अर्थम् चिन् ग्रहणम् अकृत् अर्थम्. अत्र अदन्तानाम् आकारात् आदन्तानां युक् आगमः स्यात्. चिनि निति निति कृति च, अतः तत्र युदागमः भवति. कृति च इति आगच्छति अत्र. यत् आगच्छति चेत् अत्र नीलोपः भवति. चकारस्य किं वैशिष्ट्यं तत्र? कथं वा जातु चक चिण्वत् इति नित्वत् इति अस्ति इति चिणि भिन्नतस्य अस्ति, नित्ति भिन्नतस्य अस्ति. किमर्थम् आरोपितं? किमर्थम् आरोपितं? साक्षात् तदेव स्वीकर्तुं शक्यते किल इति मम. अपि च भगिनि तत्र कथं वा वयं एतत् एतत् चिण् कृते एव अस्ति, परन्तु चिण्वत् अस्तु चिण्वत् इति अस्तु. चिण्वत् इति सत्यमेव तत्र. चिण्वद् इति तत्र नित्वम् आरोपितम्. ओ अस्तु अस्तु भगिनि, अत्र प्रायः चिण् इति चिण् इत्यस्मिन् नित् नित् निचि नास्ति. चिण् इति प्रत्यये यानि कार्याणि सन्ति विशेषकार्यं भवितुमर्हन्ति खलु अत्र, अतः तावदेव अहं तदेव मम प्रश्नः. विशिष्टकार्यं चिण् इति स्वीकृत्य भवति वा इति. चिण् इति एकः प्रत्ययः अस्ति, एकः प्रत्ययः अस्ति खलु अत्र. एतत् केवलं नित् प्रयोजनं केवलं नास्ति, अन्यत् अपि भवितुमर्हति. अन्यत् तदेव प्रश्नः, अन्यत् किमपि प्रयोजनमस्ति वा चिण् इत्यस्य प्रत्ययस्य इति? अन्य किमपि कार्यं भवेत् तद् द्रष्टव्यम्. अथवा न तत्र किमर्थं तत् चिन् ते पदः, तत्र केचन सूत्राणि अपि. अस्तु अस्तु भगिनि, तत्र उपधा दीर्घ अस्ति खलु, अतः एव चिण्णमलोः दीर्घ अन्यतरस्यामिति खलु. णित्वस्य चिण्णमलोः दीर्घः अस्ति खलु, तत् कार्यं भवति. उपधा दीर्घः इत्यनेन चितं तेन सूत्रद्वयम् अतोयुक् चिन् कृतोः चिण्णमलो दीर्घो अन्यतरस्यां, द्वयोः सूत्रद्वये एव चिन् विषये उक्तमस्ति. प्रायः तदेव कार्यम् अस्तु. अहम् अनन्तरं पश्यामि किञ्चित् प्रायः उपदादीर्घः मितां विकल्प उपदादीर्घः पश्यामि. ओके अस्तु महोदय, भवान् पठितवान् वा सूत्रचतुष्टयं? पठितवान् किल? पञ्च पठितवान् अत्र. अचोर्णिति अथ उपादायः आतोयि चिन्ततोः हन्तेः निन्नेषु अत्र हन्धातोः कृत्वम्, अपि च चिण्णामलो दीर्घान्तरसमित्रेण मितां तत्र अन्तर्गणः अस्ति अत्र विकल्पेन उपदादीर्घः मितां उपदादीर्घः इति प्रायः तदेव उत्तरं भवेत्. तदेव अस्तु प्रायः. पश्यामि अन्यत्र कुत्रापि अस्ति वा इति पश्यामि, अथवा स्वीकरणीयमेव तदेव उत्तरमिति. केवलं भवति चेत् तत्र उपदादीर्घः न भवितुमर्हति खलु, तत्र णित्वस् अस्ति चेत् णित्वस् इति वदामश्चेत् अत्र उपदादीर्घस्य केवलं चिण्णमलोः एव उपदादीर्घः भवति, न तु तत्र णित्वम् इति किमपि अचौणिति इत्येव तत्र न उक्तं, णित्ति न उक्तम्. चिण् कृतोः इत्यत्रापि चिण् इत्येव अस्ति, कृत् इति अस्ति तत्र अपि न भवति किल. णित्वत् इति च इति उक्तं चेत् तत्र उपदादीर्घः न भवितुमर्हति, न भवति. तदेव प्रायः अन्यकार्यं अचोर्णिति भवति अथवा उपदाय भवति. आतोयुक् युगागमः चिण् कृतो तदपि न भवति खलु, न भवति. अहोहन्तेर्निन्नेषु तु भवति एव णित्ति तत्र भवति, अतः प्रायः सूत्रद्वयमेव उत्तरं स्यात्. आमां सत्यम् इदानीं प्रायः तदेव. अस्तु धन्यवादः महोदय. विजयभगिनी पठति वा प्रश्नः उदेति? अस्ति वा भगिनि? आम् महोदय, पठामि. अत्र अत्र प्रश्नः उदेति सार्वधातुक आर्धधातुकस्यैव बलादेः इत्यस्य परत्वात् कथं न प्राप्नोति? अनेन एव इडागमः भवेत् इति सूत्रमस्तम् अत्र दत्तम्. अत्र किमर्थम् अर्धधातुकस्यैव बलादेः इत्यनेन एव परत्वात् अत्र इडागमः भवेत् किमर्थम् अत्र परत्वात् कथं न प्राप्नोति इति प्रश्ने सति चेत् अत्र महाभाष्यश्लोकः चिन्वद् वृद्धिर्युक्त्वृद्धिरुच्य हन्ते च गत्वं दीर्घश्च मुक्त यो मितां वा लिनीति चित् चासि चास्य च असिद्धस्तेन मे युक्यते नित्यश्च अयं वल् निमित्तः विघाति. महाभाष्यश्लोकः अत्र किम् अस्ति चेत् अत्र वल् प्रत्याहारः अस्ति चेत् अत्र तस्य अर्थः अग्रे आगच्छति, अग्रे अस्ति अर्थः. अतः तत्र प्रश्नः कः इत्युक्ते स्यासीत् स्युट् इति सूत्रं तु 6462 इति अस्ति. तत्र आर्धधातुकस्य इड्वलादेः इति परसूत्रमस्ति, अनेन एव इडागमः भवेत्. किमर्थम् एकं सूत्रम् अत्र एव आरोपितं? तत्र चिन्वद् इति अपि भवति, इट् अपि भवति. किमर्थं सूत्र पृथक्तया एकं सूत्रम् इति प्रश्नः. तस्य उत्तरं कुत्र अस्ति इत्युक्ते महाभाष्यश्लोके अस्ति, तत्र तदेव तस्य विवरणम् अग्रे अस्ति भगिनि, तत् पठतु. अत्र स्यासिति स्युट् काचित् भावकर्मणोरुपदेशेन गृहदृशां वा चिन्वदित् च इति सूत्रस्य वैशिष्ट्यम् उच्यते भाष्यकारैः. यथा उक्तं चिन्वद् भावेन वृद्धिः, युक् आगमः, अन् धातोः कृत्वं, मितां वैकल्पिकः, उपधादीर्घः इति. इदं सर्वं भाष्यवाक्यस्य प्रथमपङ्क्तौ. द्वितीयपङ्क्तौ च इडागमस्य प्रसङ्गः. इट् चास्तेन च लुप्यते निहि इत्यनेन निजन्तप्रसङ्गे इडागमः. सत् अपि नेरेनिति इत्यनेन नि लोपः. कथमिति अग्रे उच्यते. तदा नित्यश्चायमिति सूत्रे चकार अत्र सन्नियोगार्थः क्रियते. तेन यदा चिन्वद् भावः भवति तद् इडागमः भवति. अतः अयं चिन्वत् नित्यः कृते अपि बलादिलक्षण इट् प्राप्नोति. अकृते अपि न ह्यं बलादित्वम् अपेक्षते. अस्मिन्स्तु कृते बलादिलक्षण इन् प्राप्नोति. तस्मात् वल् निमित्त इट् नित्यः विघातः इत्यनेन निमित्त अप्रवृत्तिः सः अस्य अस्ति इति विघाति. अत्र प्रायः यत्र PDF मध्ये अस्ति तद् तस्मात् किञ्चित् महोदयेन किमपि योजितं वा इति न जाने. मम प्रिण्ट् औट् मध्ये किञ्चित् भिन्नम् अस्ति, यत् पूर्वम् इति अहं न जानामि. एतत् पूर्वं वा मम PDF पूर्वं वा इति अत्र कुत्र भेदः अस्ति अहं वदामि इदानीं. भगिनी एकमेकं वाक्यं स्वीकृत्य वदतु. अत्र स्यासित् स्युट्. आं महोदय, अत्र स्यासिति स्युट् तासिषु भावकर्मणोरुपदेशे जन गृहणदृशं वा चिन्वदित् च इति सूत्रस्य वैशिष्ट्यं किम् अस्ति चेत् अत्र वैशिष्ट्यम् उच्यते भाष्यकारैः. यथा उक्तं चिन्वत् भावेन चिन्वत् भावः यत्र यत्र अस्ति अत्र वृद्धिः भवति. युक् अपि आगमः एतत् सूत्रेण एव युक् अपि आगमः भवति. हन् धातोः कुत्वं भवति हकारस्य स्थाने कुत्वं भवति अत्र गकारः इति. मितां वैकल्पिकः उपधा दीर्घः मितां यत्र अस्ति तत्र वैकल्पिकः उपधा दीर्घः भवति. एकनिमिषं भगिनि क्षम्यतां. तत्र एतत् सर्वमेव अस्मिन् सूत्रे अचोनिति अत उपधायाः वृद्धिः अतो युक् चुन् कृतोः युकागमः हो अन्ते निन्नेषु हन्धातोः कृत्वा चुन्नमुलो दीर्घो अन्यतरस्याम् इत्यनेन मितां वैकल्पिक उपधा दीर्घः. एतत् सर्वमेव प्रथमपङ्क्तौ अस्ति. चिन्नवत् चिन्नवत् वृद्धि युक्तश्च हन्तेश्च गत्वं दीर्घश्चोक्तो यो मितां वा निनिति इति अस्ति. चिनिति इति भवेत् निनिति नास्ति चिनिति. चिन् इति चिनीति इति भवेत् तत्र मुद्रणदोषः. एतावत् अवगतं किल? दीर्घः च उमितां वा इति निति चिनीति च चिणीति चिणीति चिणीति चिन् इति चिणि इति प्रथमवाक्यस्य अर्थः. इदानीम् अग्रे पठतु भगिनि इदं सर्वेषां सर्वं भाष्यवाक्यस्य प्रथमपङ्क्तौ. आं पठामि महोदय. इदं सर्वं भाष्यवाक्यस्य प्रथमपङ्क्तौ अस्ति. इदानीं यथा मया पठितम् अत्र द्वितीयपङ्क्तौ किम् अस्ति चेत् इडागमस्य इडागमस्य प्रसङ्गः भवति. यत् सा असिद्धस्तेन मे लुप्यते निधि इत्यनेन निजन्तप्रसङ्गे इडागमः सन्नपि नेरेनिति इत्यनेन नि लोपः भवति. अत्र अत्र द्वितीयपङ्क्तौ इडागमस्य विषये भवति. इडागमः लुप्यते निहि इत्यनेन निजन्तप्रसङ्गे भवति इति नेरेनिति इत्यनेन अपि नि लोपः भवति. सत्यं तदेव. इट् च असिद्धस्तेन मे लुप्यते निहि इति तद् प्रथमपादम् इति स्वीकुर्मः चेत् तत्र यदा वयं निजन्तप्रसङ्गे जानीमः नेरनिटि इत्यनेन तत्र इकार नीलोपः भवति. यद्यपि तत्र इडागमः अस्ति चेदपि नीलोपः भवति. किमर्थं चिन्वत् इत्यत्र तु अस्माकं नकारस्य संज्ञा किल नित्वम् आरोपितम्. समीचीनं वा? कथमिति अग्रे उच्यते एव तद् अग्रे आगच्छति. किमर्थं कथं तत्र नीलोपः भवति इति अग्रे आगच्छति. यद्यपि तत्र असिद्धः तेन मे लुप्यते नीलुप्यते नेरनिटि इत्यनेन नीलुप्यते एतावत् एव प्रथमपङ्क्ति. अग्रे भगिनि. भगिनि मे इति असिद्धः तेन मे लुप्यते मे इति मम इति अर्थे भवति इति महोदयेन उक्तं वर्गे. तत्र अजन्तदातवः वा किमपि तस्य विषये पश्यामः अग्रे यदा पठामः वदन्तु प्रयत्नं. मम मे इत्यस्य मे एव तत् नित्यः च अयमिति अतः एतत् नित्यमेव सूत्रे चकार अत्र सन्नियोगार्थः क्रियते. अत्र संहितायां विषये तत्र चकारः योजितमिति तत्र ओ अस्तु तद् चकारः विषये वदति वा तदेव मम प्रिण्ट् औट् मध्ये पठतु भगिनि. तेन यत् यदा चिन्वत् भावः भवति तद् इडागमः भवति एव. इडागमविषये चिन्वत् भावः अपि अत्र अस्ति इति दत्तम्. अतः अयं चिन्वद् छिन्दत् नित्यः नित्यः इति कृते अपि बलादि लक्षण हित् प्राप्नोति असत्ये अपि असत्ये अपि अस्ति अत अनन्तरं अत्र छिन्वद् अतः तत्र छिन्वद् नित्यः भवति छिन्वत् इड् इट् नित्यः तत्र इट् नित्यः तयोः मध्ये सन्धिः सन्धिः अरुणनाचिकरुणाचिको नकारस्य नकारः जातः नकारस्यापि नकारः जातः इट् नित्यः इट् नित्यः इति अभवत् इदानीं तत्र इट् एव नित्यः कृते वलादिलक्षण इट् प्राप्नोति तत्र वलादिलक्षणं यदा वयं कृतः तदा इट् प्राप्नोति तत्तु वयं जानीमः एव तत्र वलादिलक्षणमस्ति चेत् आर्धधातुकस्य इड् वलादेः इत्यनेन इट् प्राप्नोति एव अकृते अपि प्राप्नोति केन सूत्रेण अनेन सूत्रेण न ह्य न हि अयं वलादित्वम् अपेक्षते तत्र वलादित्वं नास्ति चेदपि अनेन सूत्रेण तत्र इडागमः भवति तत्र एकं मार्क् करणीयं तत्र कृते अपि वलादिलक्षणम् इट् प्राप्नोति विरामचिह्नम् अकृते अपि न अकृते अपि अयं न वलादित्वम् अपेक्षते वलादित्वं न अपेक्षते तत्र वलादित्वं नास्ति चेदपि अनेन सूत्रेण इडागमः भवति अवगतं किल एतावत् अत्र सूत्रः चित्वत् इट् नित्यः एरोनाशिका नास्ति नमुल् संथिङ्ग् नो इट् कम्स् ऐ थिंक् यरः नास्ति इट् नित्यः भवति खलु टकारः भवति प्रथमं टकारः कवर्णीयस्य नकारः भवति खलु यरः अनुनासिके अनुनासिकः भवति यरः अनुनासिके यरः टकार खलु यर् याव हयवरट् यरः यर् इत्युक्ते शससरि इति तत्र सर्वे हल्वर्णाः खलु तत्र वकारं विहाय हयवरट् लण्ड्यमङ्गणाञ्च अन्य उदाहरणमपि अस्ति अत्र सुगन्धि वदति भगिनि किल आगमः भवति अत्र आगमः एव नास्ति अत्र आगमः नास्ति किल नास्ति नास्ति नकारः नकारः इट् योगः नित्यम् नित्यः इति भवति प्रथमं टकारस्य नकारः जातः अनन्तरं नकारस्य नकारः अपि जातः सन्धिकार्यद्वयं यर् ककारं विनाय विहाय सर्वे सर्वाणि व्यञ्जनानि यर् इत्यस्य अस्ति एव अतः तत्र प्रथमं विकल्पेन अनुनासिक आदेशः भवति सवर्गस्य पञ्चमवर्गः देन् नित्या आल्सो चेञ्जस् टु तत्र अनुनासिकसन्धिः परन्तु सूत्रं तु यरनुनासिको न सत्यं परन्तु तत्र तु आगमः किल नमुडागमः अत्र तु आगमः नास्ति अत्र तु केवलम् आदेशः नित्य निमित्तमपि नास्ति खलु, अचीप् एव भवति तत् नमुडागमः अजीपरे भवति. तत्र एकम् उदाहरणं सुगर्णीशः, सुगर्णीशः सुगर्णीश अथवा जानन् जानन् अपि जानन्नपि इति जानन् इति जानन् जानन्नपि इति अत्र अकारः अस्ति, नकारात् पूर्वम् अकारः अस्ति अतः तत्र जानन्नपि इति भवति. तत् भवति नमुट् इति न नकारः भवति, जानन् जानन्नपि नकारद्वयं भवति. सुगण्णीश इति सुगण्णीशः सुगण्णीशः इति भवति. अपि च प्रत्यङ्गात्मा प्रत्यङ्गात्मा इति भवति तत्र सत्यम् आगमः अचि भवेत् अचि इति अचिपरे अचिपरे निमित्तमस्ति. अत्र अस्माकं विषये तत्र किं भवति, एकम् उदाहरणम् अत्र प्रदर्शितं षष्योगः आम् इति यदा वयं स्वीकुर्मः, केवलं सन्धि एव अहं वदामि, षड् योगः नाम् इति तत्र जलाञ्जशोन्ते पदान्तस्य जष्त्वं भवति. अनन्तरं तत्र षड् योगः नाम् टुनाष्टुः, अनन्तरं यरो अनुनासिके अनुनासिको तत्र वार्तिकेन भवति परन्तु कार्यं तु समानं षण्णाम् इति रूपम्. अस्माकम् इदानीं इष्टयोगः किमासीत् नित्यं नित्यं किल नित्यः, तत्र प्रथमं टकारः नकारः स्तुनाष्टुः सुत्वेन नकारः अभवत् यरो नाचिको नाचिको वा इत्यनेन तत्र चिन् वद् नित्यः इति चिन्वदि चिन्वत् इट् नित्यः नित्यः नित्यः इति अभवत् सूत्रद्वयं ष्टुनाष्टुः अनन्तरं यरो नासिके अतः तत्र एतावत् किं दृष्टवन्तः, तत्र प्रथमवाक्यं तु स्पष्टमेव तत्र वृद्धिः भवति युकागमः अन्धातोः कुत्वं मितां वैकल्पिक उपधा दीर्घः प्रथमवाक्ये. द्वितीयवाक्ये यदस्ति इट् तु यद् विधीयते तस्यापि लुप्यते, नी लोपः भवति यदा वयं पूर्वं दृष्टवन्तः नेरनिटि इत्यनेन. यद्यपि तत्र ईडागमः भवति चेदपि नेरनिटि इत्यनेन नीलोपः भवति. अनन्तरं नित्यश्च अयम् इति इत्युक्ते यद् चिन्वत् भाव क्षम्यताम् ईडागमः बलादिप्रत्यये परे कृते भवति, अकृते अपि अनेन सूत्रेण तत्र ईडागमः भवति एव. इतोपि एकः भागः अस्ति किल, तदपि समापयतु भगिनि विजया भगिनि. अस्मिन् तु कृते कृते वलादिलक्षण इन् न प्राप्नोति, तस्मात् वल् निमित्त इट् नित्यः विघातः इत्यनेन निमित्त अभाव निमित्त अभावात् अप्रवृत्तिः सः अस्ति इति सः स्यात् किं भगिनि अत्र सः अस्य अस्ति इति विघाति इनि प्रत्ययः सः अस्ति विघाति विघाति इत्युक्ते अत्र घातनं भवति वा हननं भवति अत्र अस्तु कृते वलादिलक्षण किम् अस्ति चेत् इन् न प्राप्नोति वलादिलक्षणम् अस्ति चेत् अत्र इट् प्राप्नोति आम् इट् प्राप्नोति परन्तु इन् न प्राप्नोति, तस्मात् वलादिनिमित्तं किम् अस्ति चेत् इडागमः नित्यः भवति. विघातः इत्यनेन निमित्त अभावात् अप्रवृत्तिः सोऽस्यास्तीति विघाति अन्तिमपङ्क्तिः अहं वदामि. तत्र वलादिप्रत्ययः अस्ति चेत् तत्र इडागमः नित्यः अस्तु, अनेन सूत्रेण यत् इडागमः भवति तत्तु वैकल्पिकः. सो यदा वलादिप्रत्ययः अस्ति तत्र यदा वयम् इट् प्राप्नुमः तत्तु मिथ्यः, तस्य वैकल्पिकं न भवति, तत्तु मिथ्यः भवति इत्येव वदति. वल्नमितः इड् नित्यः, तत्र विघातः इत्यनेन निमित्त अभावात् अप्रवृत्तिः, निमित्तस्य अभावः. निमित्तं किं? वलादिः न अप्रवृत्तिः किल, निमित्त अभावात् अप्रवृत्तिः, डबल् नेगेटिव् इति वदामः किल, तस्य तादृशमेव तद्वदति. वलादिः नास्ति चेत् तत्र अनेन सूत्रेण यद् इडागमः भवति तद् नित्यं नास्ति, परन्तु वलादिः अस्ति चेत् यद् इडागमः भवति सः तु नित्यः. अवगतं वा? आम् महोदय, अग्रे पठामि वा? किञ्चित् आम् किञ्चित् क्लेशः, तत्तु महाभाष्यवाक्यम् अस्ति किल, सामान्यतया तु अवगन्तुं न शक्नुमः, परन्तु अग्रे यदा आगच्छति वयं पश्यामः. इतोपि अस्ति तस्य विवरणं तत्र महोदयेन योजितं वा अत्र? आम् अस्तु, तद् पठतु भगिनि. वलादिलक्षणे कृते. आम् आं भगिनि, आं महोदय. अत्र वलादिलक्षणे कृते इत्युक्ते यत्र यत्र आर्धधातुकस्य वलादेः इत्यनेन इडागमः भवति, तस्य इडागमे सत्यपि चिन्वत् पक्षे इडागमः पुनः भवति एव, विपरीतत्वेन नास्ति. अतः चिन्वत् चिन्वत् भावस्य इडागमः नित्यः. अत्र आर्धधातुकस्य वलादेः इति अत्र इडागमस्य विषये नित्यः भवति, परन्तु पुनरपि इडागमः चिन्वत् पक्षे अपि इडागमः भवति, विपरीतत्वेन अत्र नास्ति एव. अतः चिन्वत् भावस्य इडागमः नित्यः. आर्धधातुकस्य वलादेः अपि इडागमस्य नित्यः भवति, अनन्तरं चिन्वत् भावस्य अपि इडागमः नित्यः भवति. तदेव वलादिलक्षणकृते इत्यस्य अर्थः इति वदति. वलादिलक्षणकृते इन् प्राप्नोति, तस्मात् वल् निमित्त इड् नित्यः. अतः तत्र अर्धधातुकस्य इड्वलादेः इत्यनेन प्रथमम् इडागमः तु भवति एव, तथापि तत्र चिन्वत् पक्षे इडागमः पुनः पुनर्विधानम् अस्ति. विपरीतत्वेन नास्ति इत्युक्ते चिन्वत् पक्षेण यद् इडागमः भवति अर्धधातुकस्य इड्वलादेः इत्यनेन पुनः भवति इति न भवति, तादृशं विपरीतं न भवति. अतः चिन्वत् भावस्य इडागमः नित्यः इति वदति. अग्रे पठामि वा? एकनिमिषं, सर्वे अवगतवन्तः वा? प्रश्नाः सन्ति वा? किञ्चित् मन्दरूपेण गच्छामः, किञ्चित् अवगन्तुं प्रयत्नं कुर्मः. आं महोदय वदतु. पुनः पुनः पठति वा भवान्? उदाहरणं दृष्ट्वा एव तद् तत्र किम् अस्ति इत्युक्ते प्रक्रियायां किमपि उदाहरणं नास्ति, केवलं चिन्वत् पक्षे अपक्षे इत्येव अस्ति. अस्मिन् वाक्यस्य उदाहरणं किमपि तत्र न लभ्यते. अहं पुनः पठामि, अनन्तरं पठामि. तत्र प्रथमवाक्यं तु स्पष्टम् अस्ति एव, द्वितीयवाक्ये किं प्रथमं भवति स्यासित् स्युट् इत्यनेन परसूत्रम् आर्धधातुकस्य इड् वलादेः. यदा वलादिप्रत्ययः परः अस्ति चेत् तत्र इडागमः भवति एव, परन्तु ये वलादिप्रत्ययः परः नास्ति चेदपि चिन्वत् इति कृत्वा इडागमः विधीयते. चिन्वत् भावस्य इडागमः नित्यः इति एव ते वदन्ति. यद् अनेन सूत्रेण भवति तत्तु नित्यः. किं करणीयम् इति जानीमः, परन्तु अत्र महाभाष्य श्लोकस्य किञ्चित् अहं तत्र किञ्चित् जानीमः इदानीं किं किं करणीयम् इति. चिन्वत् इति किं कार्यं, कानि कार्याणि भवन्ति? सत्यम् धन्यवादः भगिनि महोदय. भवान् एव अग्रे तर्हि आर्धधातुकस्य तर्हि आर्धधातुकस्य इड्वलादेः इति यद्यपि परसूत्रं चिन्वत्पक्षे स्यसिसियुतासिषु भावकर्मणोपदेशे अज् हनगृहदृशां वा चिण्वत् चिण्वदिच् च इत्यनेन एव इडागमः. आर्धधातुके इड्वलादेः इत्यस्य परसूत्रमस्ति, परन्तु अनेन सूत्रेण एव इडागमः भवति. नित्यसूत्रमस्ति इति कृत्वा वा नित्यमस्ति कृते अकृते अपि सत्यं. व्याकरणलोके येषां मिलित्वा प्राप्तिः तेषां व्याकरणलोके येषां मिलित्वा प्राप्तिः तेषां नामकरण सन्नियोगशिष्टं सन्नियोगशिष्टानां सहप्राप्तिः किन्वत्पक्षे इडागमः इत्यनेन विशिष्टबलेन आर्धसिद्वादिसूत्रस्य प्राप्तिः नास्ति. येषां मिलित्वा प्राप्तिः एतद् मिलित्वा प्राप्तिः यत्र द्वयोः प्राप्तिः भवति तत्र नामकरणमस्ति सन्नियोगशिष्टम्. अत्र सन्नियोगशिष्टानाम् इति सः प्राप्तिः सन्नियोगशिष्ट इति तत् वाक्ये आसीत् खलु? तत्र नास्ति, परन्तु प्रायः तेषां नामकरणं तादृशं भवति. तत्र एकम् अन्यत् सूत्रम् अस्ति अच्चगेहे इति, तत्रापि सन्नियोगशिष्टमेव अस्ति वा इति पश्यामि. एकवारं भगिन्या उक्तम् अच्चगेहे, तत्र सप्तम्यां, तत्र सप्तमी विभक्त्यां तत्र द्वयं प्राप्नोति अच्चगेहे. सन्नियोगशिष्टः इति उक्तं वा चकेः इत्यनेन नी प्रत्ययस्य सन्नियोगशिष्ट इत्युक्ते किम्? सन्नियोग इत्युक्ते सन्नियोग अस्ति, सन्नियोग इत्युक्ते नियुक्तिः इति नियुक्तिः इति अर्थः सम् उपसर्गयुक्त नि सम् नि उपसर्ग युजिधातुः इति नियुक्तिः इति अस्ति अर्थः. सन्नियोग शिष्ट इति सन्नियोगशिष्ट अत्र अनेन सूत्रेण एव कार्यद्वयं विधीयते इति सन्नियोगशिष्टः इति अर्थः वा? मिलित्वा प्राप्तिः तेषां नामकरणमस्ति सन्नियोगशिष्टम्, तेषां सहप्राप्तिः सहप्राप्तिः अस्ति, परं चिन्वद् पक्षे इडागमः इत्यनेन विशिष्टबलेन आर्धातुकवलादे इत्यस्य प्राप्तिः न भवति. मिलित्वा प्राप्तिः इत्येव सत्यं, व्याकरणलोके येषां मिलित्वा प्राप्तिः तेषां नाम सन्नियोगशिष्टम्. सति सति विप्रतिषेधः नास्ति वा तत्र? विप्रतिषेधे परं कार्यम् इत्यनेन इत्युक्ते यत्र मिलित्वा प्राप्तिः खलु. विप्रतिषेध इत्युक्ते अत्र एकस्मिन् स्थले कार्यं समानसमये समानकाले, परन्तु किञ्चित् अस्ति भेदः अस्ति, परन्तु समानकाले अत्र चिन्वत् अनन्तरम् आम् सत्यम्, अत्र चिन्वत् अपि अस्ति इडागमः अस्ति इति कृत्वा सन्नियोग शिष्टम् इति वदन्ति इति चिन्तयामि. सः प्राप्तिः मिलित्वा प्राप्तिः इत्येव. अनन्तरं तत्तु वलादित्येन इडागमः, चिन्वत् इति चैत्यनेन अपि इडागमः, अतः सत्यं तदपि तदेव तदेव तद् मिलित्वा प्राप्तिः वा अत्र अथवा तत्र चिन्वद् इडागमः मिलित्वा प्राप्तिः वा इति मम प्रश्नः. तदपि सम्यक् एव तत्र यदा वदति तत्र नित्यसूत्रम् इति बलवत् अतः स्यात् सियुट् इत्यनेन एव इडागमः भवति कृते अकृते अपि. यस्मिन् पक्षे चिण्वद्भावः न भवति धातु सेट् अपि च प्रत्ययः वलादि इति चेत् यस्मिन् पक्षे चिण्वद्भावः न भवति धातु सेट् अपि च प्रत्ययः वलादि चेत् आर्धातुकस्य इदागमः चिन्वद्भावः न भवति चेत् सामान्यसूत्रमः सूत्रमेव वैकल्पिकम् अतः एकः पक्षः तु चिन्वत् पक्षः चिन्वद् अपक्षे तु अर्धधातुकस्य यदा सेट् अपि प्रत्ययः वलादिः अस्ति चेत् अर्धधातुकस्य इड् वलादेः इत्यनेन इडागमः अवगतं किल अन्यथा न भवति न भवति न भवति समीचीनं तर्हि इडियोगे अस्ति चेत् तत्र अपक्षे तत्र इडागमः भवति अथवा नास्ति चेत् इडागमः न भवति इति न भवति आम् तादृश उदाहरणानि अपि प्रदर्शितानि अग्रे यत्र इडागम इडानुकूलप्रत्ययः नास्ति चेत् अथवा धातुः सेट् नास्ति चेत् अनिट् अस्ति चेत् तत्र इडागमः न भवति अपक्षे परन्तु पक्षे तु इडागमः भवति एव अनेन सूत्रेण तावदेव कार्यं तत्र किमपि अन्यत् नास्ति चिन्वत् पक्षे चिन्वत् इति प्रथमं चिन् आरोपणीयम् अनन्तरं नित् कार्याणि यत्किमपि चिन् कार्याणि वा नित् कार्याणि वा करणीयम् अनन्तरं तत्र इडागमकार्यमपि तत्र विधीयते अनेन सूत्रेण एव अपक्षे तु द्रष्टव्यं सेट् प्रत्ययः वलादिः वा इति अस्ति चेत् इडागमकार्यं नास्ति चेत् तावदेव केवलं वर्णमेलनम् अथवा किमपि अन्य सन्धिकार्याणि अस्ति चेत् तत् करणीयं तावदेव तत्र महोदय आर्धधातुकस्य इड्बलादेः अनुवृत्तिसहितसूत्रमेव आर्धात्क इड्बलादेः आर्धात्कप्रत्ययस्य आदौ वल् प्रत्ययः वल् प्रत्याहारे अन्तिमवर्णः अस्ति चेत् तस्य इडागमः भवति तत्र अङ्गात् वलादेः आर्धातुकस्य इडागमः भवति वल् वल् प्रत्याहार इत्युक्ते तत्र हय व इति अत्र यकार विहाय तत्र वलादि अस्ति चेत् आर्धातुकस्य आर्धातुकस्य इडागमः भवति इति शृण्वद्भावः विकल्पेन भवति अतः अग्रे सर्वेषाम् अजन्तपूर्णं भावकर्मरूपद्वयं भवति अनग्रहदृश् इत्येषां भावकर्मरूपद्वयं भवति अनिति तत्रापि इडागमः न भवति खलु अनेक अन्नग्रहदृशि इति अनेक अनिटश्चेत् तत्र इडागमः न भवति पश्यामः कुर्मः अजन्तदातवः प्रथमं कुर्मः धन्यवादः महोदय श्रीवल्ली भगिनी अजन्तदातवः आं भगिनि अजन्तदातवः प्रथमम् आकारान्त दातवः चिन्वद्भाव चिन्न चिन्वद्भावस्य पक्षे आतो युक् चिन् कृतोः इत्यनेन युक् आकुर्मः भवति आं भगिनि स्यासित् सीयुट् तास् प्रत्यये चिन्वद्भावस्य पक्षे आतो युक् चिन् कृतोः इत्यनेन युक् आगमः भवति उदाहरणं पा योगः लृट् पा योगः स्यते स्यसि स्यासित् सीयुत्तासिषु भावकर्मणोः उपदेशे अर्चनग्रहदृशां वा चिन्वत् इच्च इत्यनेन स्या प्रत्ययस्य चिन्वद्भावः प्रथमं स्या प्रत्ययस्य चिन्वद्भावः इति चेत् इडागमः च पा योगः ई योगः स्यते अनन्तरम् आदेशप्रत्ययोः इत्यनेन षत्वं भवति पा योगः इष्यते अनन्तरं दीर्घ आतो युक् चिन् कृतेः आकारान्त पा इति युक् आगमः भवति इत्यनेन आकारान्तधातूनां युक् आगमः भवति चिन् प्रत्यये परे निति कृत् प्रत्यये परे च इति पा योगः युक् योगः इष्यते अकारयोः का इति उकारककारयोः उकारककारयोः इत् संज्ञा पायोगः यकारः योगः इष्यते पायिष्यते चिन्वद्भावः न भवति चेत् पास्यते समीचीनं तत्र लृट् क्षम्यतां स्या इति वलादिः अस्ति परन्तु पा इति अनिट् धातुः अतः केव तत्र इडागमः न भवति अपक्षे पास्यते केवलं वर्णमेलनमेव आतोयुक् सूत्रं पठतु भगिनी, अनन्तरं विवरणं. आतोयुक् चिन् कृतोः आदन्तानां युक् आगमः स्यात् चिनि निति कृति च. चिन् वा नित् नित् कृत् प्रत्ययेषु परेषु आकारान्तानां धातूनां युक् आगमः भवति. चिञ्च कृच्च तयोः इतरेतरद्वन्द्वः चिन्कृतौ तयोः चिन्कृतोः आतः षष्ट्यन्तं युक् प्रथमान्तं चिन्कृतोः सप्तम्यन्तं त्रिपदमिदं सूत्रम् अचोङ्ति इत्यस्मात् ङिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गस्य आतः युक् चिन्कृतोः ङिति. सो आदन्तानङ्गानां युक् आगमः च चिनि ङिति कृति प्रत्ययेषु परेषु आगमः भवति. सत्यम्. तत्र निति ङिति णिति इति विशेषणमस्ति चिणि इत्यस्य. कीदृशचिणि इत्युक्ते ङिति णिति चिणि कृति अपि, कृति अपि कीदृशः. ङित् णित् प्रत्ययः अस्ति चेत् तत्र ङित् णित् कृत् प्रत्ययः अस्ति परे अस्ति चेत् तत्र आकारान्तधातूनां युकागमः भवति. कथं तद् प्राप्नोति इत्युक्ते निमित्तं तु चिनि चिनि अनेन अतः अत्र अपा इति आकारान्तधातुः तत्र स्यते इति अस्माकं स्यतासि लृलुटोः इत्यनेन लृट् व्यवक्षा अस्ति. तत्र प्रथमं चिन्वत् पक्षः यदा भवती उक्तवती तत्र अनेन चिन्वद् अपि विधीयते इडागमः अपि चिन्वद् इत्यनेन तु आतोयुक् चिन्कृतोः इत्यस्य कार्यम्, इडागमः इत्यनेन इकारः. अतः तत्र पास्यते अनन्तरम् आदेशप्रत्ययोः इति षत्वकार्यमेव. आदेशप्रत्ययोः 8-3 आतोयुक् चिन्कृतोः 7-3 किमर्थम् आतोयुक् प्रथमं न भवति अत्र? किम् आतोयुक् इत्येव प्रथमं भवेत् किल? 7-3-33 6-4 अङ्गकार्यं सत्यम्. आतोयुक् चिन्कृतोः इत्यनेन युकागमः करोमि चेत् तत्र आदेशप्रत्ययोः इत्यस्य कार्यं न भवति. षत्वं भूत्वा अनन्तरं युकागमः क्रियते. 8-3 भूत्वा अनन्तरं तत्रापि किमपि वैशिष्ट्यं स्यात् त्रिपादीकत्वा. पुनः वयं सपादसप्ताध्याय्याम् आगतवन्तः. पायिष्यते इति भवति. तत्र तु चिन्वत् अपक्षे तत्र किमपि कार्यम् अन्य विशिष्टकार्यं किमपि नास्ति. इडागमः न भवति अत्र. प्रथमं षत्वम् अनन्तरं युकागमः द्रष्टव्यं किमर्थम् इति. 8-3 परन्तु युकागमः भवति चेत् अत्र न भवति. न भवति. किमर्थं तत्र 8-3 गत्वा 7-7 कथम् आगतवन्तः? 7-3 आतो न भवती वदति युक् इत्येव भवति किल महोदय? यु इति इडागमः आयोगः इत्योगः इष्यते. अनन्तरमपि भवितुमर्हति खलु? इष्यते. इष्यते अनन्तरमपि भवितुमर्हति. इन्कोः निमित्तमस्ति आदेशप्रत्ययः. इन्कोः भवितुमर्हति खलु? ककारः अस्ति एव किल? परन्तु ककारस्य तु इत्संज्ञा भवति किल? यकारमुण्डि न. परन्तु आदेशप्रत्ययोः इत्यस्य निमित्तं किम्? ईकारः एव किल? पायोगः इष्यते, पायोगः इष्यते. आतोयुक् चिन्कृतोः इत्यनेन युक्कागमः विधीयते. तत्र तु निमित्तम् अस्ति धातुः, अदन्तधातुः इत्यते निमित्तं नास्ति किल? आम्, नितिप्रत्यये परे, सत्यं, नितिप्रत्यये परे तदपि अस्ति, तदपि सम्यक् एव. किमर्थम् आदेशप्रत्ययो प्रथमम्? आतोयुक्केव प्रथमं भवेत् किल, अनन्तरमेव आतोयुक्केव भवेत्, महोदय केवलं तत्र किमपि. आम् तदेव, आम् आदेशप्रत्ययोः इत्युक्ते सपा त्रिपादि आगच्छामः, त्रिपादि खलु, प्रथमं न भवति, न भवति भवति चेत् महोदय महोदय लिखति खलु अत्र. सत्यं सत्यं सत्यम्, आम् अत्र किमपि न लिखितवान् किल, अत्र अपि न, आम् प्रायः तदेव प्रथमं भवेत्, आतोयुक् चिन्तितोः भूत्वा आदेशप्रत्ययोः इत्यस्य कार्यं अन्ते. यदा वयं सर्वदा तादृशमेव कुर्मः किल, अन्ते निमित्तमपि अस्ति एव, इष्यते ईकारः एव सकारस्य परिवर्तनाय आवश्यकं किल, तदस्ति एव, अतोयुक् अनन्तरमेव आदेशम्. अस्तु भगिनि, एवमेव तदपि पठतु. आतोयुक् चिन्कृतोः आदन्तानां युगागमः स्यात्, चिनि निति कृति च, छिन्वा निकृत् प्रत्ययेषु परेषु आकारान्तानां धातूनां युक् आगमः भवति. छिञ्च कृच्च तयोः इतरेतरद्वन्द्वः, छिण्कृतौ तयोः छिण्कृतोः षष्ट्यन्तम्, आतः आतः षष्ट्यन्तं, युक् प्रथमान्तं, छिण्कृतोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् इति. आमन् अचोङ्निति इत्यस्मात् निति इत्यस्य अनूर्तिः, अङ्गस्य इत्यस्य अधिकारः, अनूर्तिसहितसूत्रम् अङ्गस्य आतः युक् छिण्कृतोः मिति. समीचीनं, तदेव अहम् उक्तवती किल, तत्र चिन् कृतोः निति निति इति विशेषणं चिन् इत्यस्य, तत्र युगागमः भवति अङ्गस्य आतः, आदन्तानां धातूनां तत्र युगागमः भवति, निति निति प्रत्यये परे कृत्. आं भगिनि, एवमेव तत्र लुङ् लुङ् पा लृङ्ग् इति पास्य, सो लृङ् अपायिष्यत, प्रथमं इति आतोयुक् चिन्तितोः अनन्तरम् आदेशप्रत्ययोः अडागमः लुङ् लङ् लृङ्षु ष्वडुदातः इत्यनेन एव अस्माकम् आडागमः भवति लृङ्. तत्र अपक्षे रूपं किं स्यात् इति वदतु भगिनि. अपास्यति, अपास्य इति एव तत्र लुङ् लुङ् अपास्य उपास्य भगिनि लृङ् तत्र धातुः किं स पा किल धातुः तत्र अस्माकं किं लुङ् भावकर्मणोः लुङ् लुङ् लुङ् अपास्यत् इति भवति कत्तरि अपास्यत इति अपायिष्यत अपास्यत इति रूपद्वयमस्ति, तदेव अपायिष्यत चिन्तपक्षे, अपास्यत इति अपक्षे. लुट् पठतु भगिनि. पा योगः लुट् तास् न्यू लुटोः शतासि पा योगः तास् अत्रापि युक्कागमः भवति प्रथमं पायोगः युक्कागमः तास् सो इडागमः भवति पायि पायिता इति रूपं भवति. अपक्षे अपक्षे इसिट् पाता पाता एव तास् इति प्रत्ययः एव तास् पा तत्र इडागमः किमपि नास्ति पाता युक्तागम युक्तागमः अपि नास्ति किंवत् नास्ति किल अतः तत्र अन्तिमम् आशीर्लि आशीर्लिङ् सियुट् इति प्रत्ययः पायिशीष्ट इति पायोगः पा आशीर्लिङ्ग् सीट् पायिशीष्ट प्रथमं युक्तागमः भवति अनन्तरम् आदेशप्रत्ययोः इन्कुः शक्नुं भवति इडागमः इडागमः युक्तागमः इडागमः अनन्तरं शक्नुं भवति पायिशीष्ट अपक्षे पाशीष्ट केवलम् एतदेव स्मर्तव्यं चिन्वत् पक्षे इडागमः युगागमः अपक्षे तु अस्मिन् धातोः विषये इडागमः नास्ति धन्यवादः पायोगः लुङ् अग्रिमे भागे पृथक्तया लुङ् लकारस्य प्रक्रिया प्रदर्श्यते अग्रे आगच्छति लुङ् विषये तत्र किमपि कार्यमस्ति धन्यवादः भगिनी अरुणा भगिनी ईकारान्ताः ईकारान्ताः आं भगिनि ईकारान्ताः ईकारान्ताः च धातवः चिन्वत् भावस्य पक्षे अचोनिति इति सूत्रेण वृद्धिः भवति ऋक्वर्णस्य ऋक्वर्णस्य प्रति उदाहरणमस्ति चीयः लुट् चीयः स्याते स्यासि सियुत्तासिषु भावकर्मणो उपदेशे अजनग्रह दृशां वा चिन्वत् च इति सूत्रेण त्याप्रत्ययस्य चिन्वद्भावः इडागमः भवति चि युव इ युवः स्यात् आदेशप्रत्ययोः इत्यनेन शब्दं भवति चि इष्यते अचोडिनि इति सूत्रेण बुद्धिः भवति छै युवतिष्यते यचो यावयावः इत्यनेन आय् आदेशः चाय् इष्यते चायिष्यते इति रूपं चिन्वद्भावः नास्ति चेत् चेष्यते तदर्थं कारान्तदातवः अस्ति चेत् अचोडिनि इति सूत्रं पदं वृद्धिः भवति शीयुः लुट् लुट् लकारे च प्रति आगच्छति तद् कारण सियुतासिषु भावकर्मणो उपदेशे अज्जनग्रहदृशां वा चिन्वादिट् च इति सूत्रेण इकारः इडागमः भवति चीयुवति इव स्यात् अनन्तर इकारकारणात् आदेशप्रत्ययेन सकारस्थाने मोदनशकारः आगच्छति चीयविष्यते तदनन्तरं च गुणः भवति इकारस्य गुणः भवति अचोणिनि इति सूत्रेण वृद्धिः भवति न तु गुणः वृद्धिः भवति या वृद्धिः भवति अतः चि स्थाने छै आगच्छति छै यवगिष्यते एचोयामायामहाय सूत्रेण आय् आदे आय् आदेशः छाय छाय् इष्यते चायिष्यते इति एकरूपम् इडागमः नास्ति चेत् चिन्वद्भावः नास्ति चेत् चेष्यते कथम् आगच्छति इति वदति वा चेष्यते इति चि योगः च्यते च्यते अत्र गुणः भवति प्रथमं चेष्यते इति सत्यं तत्र सार्वधातुकार्थधातुकयोः इत्यनेन गुणः भवति चे अनन्तरं च्यते तत्र पुनः आदेशप्रत्ययोः चेष्यते तत्रापि अस्माकम् इडानुकूलधातुः नास्ति अतः तत्रापि इडागमः न भवति समीचीनम् अग्रे भगिनि एवमेव ने धातुः दीर्घ एकार योग लुट् नियोगस्य नियोग इष्यते नायिष्यते इति अपक्षे अपि वदतु कुगन्तलघुपदस्य इत्यनेन अत्र तत्र तु इण् इण् क्षम्यता तत्र सार्धातुकार्ध ची इत्येव धातुः किल उगन्तलघुपदस्य च उपधायां लघु इक् वर्णः अस्ति चेत् अत्र तु अन्ते एव ची इत्येव धातुः किल लघु पुगन्त उपधायां लघु इक् अस्ति चेत् उपधावर्णः एव नास्ति किल ची इत्येव धातुः अवगतं किल आं भगिनि अरुणा भगिनि कुत्र इति उभयपदी अस्ति इति उभयपदी अस्ति चेष्यति चेष्यते इति अपि कर्तरि भवति कर्तरि पुनः कर्मणि चेष्यते सत्यं सत्यं कर्तरि कर्मणि रूपद्वयं भवति रूप समानरूपं भवति समानरूपं नेष्यति भवति भगिनि नेष्यते ते नियोगर्लुं नियोगस्य अनायिष्यत अनायिष्यत इडागमन् अस्ति चेत् अनेष्यत अने अनेष्यत नियोगर्लुं नियोगर्लुं इडागमः न भवति क्षम्यतां किमस्ति अचोनिति न भवति अनेन तत्र अयादिसन्धिः इत्यस्यापि प्राप्तिः नास्ति केवलं तत्र गुणः अने इष्यत नेय लुट् लकारे नेय थात् प्रति आगच्छति गोलतोः गुरुतोः इत्येन तान् इडागमस्ति चेत् नायिता भवति इडागम नास्ति च अपेक्षा अस्ति चेत् नेयता दीर्घ यकारः एव न भवति इदानीं प्रक्रिया वदतु स्पष्टं भवति नी ने भवति सकारस्य लोपः हलन्त्यां अत्र यकारः कथम् आगच्छति इत्युक्ते तत्र अचोनिति इत्यनेन वयं वृद्धीकृतवन्तः अनन्तरं येचोयवायवः अनेन यकारः आगतः नायशिष्ट अत्र नेशिष्ट नेशिष्ट सत्यं सत्यम् अत्रापि आदेशप्रत्ययो नेशिष्ट सत्यं सम्यक् वैकल्पिकरूपमेव सुलभमस्ति वैकल्पिकरूपमेव सुलभमस्ति आं सत्यम् इतोपि एकमेव कुर्मः विद्या भगिनि उकारान्त उकारान्त धन्यवादः भगिनि दीर्घं भवति शीष्ट इत्येव सीयुपि किल तत्र कोऽपि आदेशः तद् अग्रे आगच्छति अग्रिमपाठः इत्येव चिन्तयामि अग्रिमपाठः इदानीं तु जालपुटं नास्ति किल अतः अग्रिमपाठः कः इत्यपि अहं न जानामि लुङ् आशीर्लिङ्ग् वा लुङ् वा किमपि अन्य अग्रिमपाठः अस्ति तत्र आगच्छति तत्रापि एतादृश सीयुट् इत्यस्य कथं शीष्ट इति भवति इति तस्मिन् पाठे अस्ति भगिनि तत्र टोटल् क्राश् अभवत् भगिनि वेरि डिफिकल्ट् टु रिवैव् ओके तत्र तत्र पी डि एफ् मध्ये अपि तत्र केचन तत्र मिस्सिङ्ग् लिङ्क्स् अस्ति, तत् न जाने कथं वा वयं कुत्र अस्ति इति, तत् जालपुटम् आगच्छति चेदेव वयं द्रष्टुं शक्नुमः किमपि महोदयेन योजितं वा. इदानीं मम प्रश्नः इतोपि अस्ति, किमर्थम् आदेशप्रत्ययोः सर्वत्र पूर्वम् आगच्छति इति, प्रायः सः तत्र योजितवान् किमर्थम् इति. प्रथमं चिन्तितं मूर्छावस्था इति, अनन्तरं कोमा भवति, इदानीं तु वेण्टिलेटर् मध्ये अस्ति इति न जानीमः खलु भवति वा न. इदानीं भवति स्म खलु इदानीम्? आम् आम् आम्. ह्यः वा दिनद्वयपूर्वम् अपि अहं दृष्टवती, तत्र ते लिखन्ति तत्र बहु किमपि क्लेशः अस्ति, तत्र पुनः तस्य रिवैविङ्ग् किञ्चित् कालं भविष्यति इति. तद् तु ते ता सर्वदा वदन्ति भवति वा इति प्रश्नः. तत्र महोदय सेव् कृत्वा कुत्रापि अन्यत्र अस्ति चेदपि वयं पठितुं शक्नुमः. तत्र प्रायः तस्य तत्र किं जालपुटे अवश्यं भवति किमर्थम् आदेशप्रत्ययोः पूर्वम् इति, एतादृशप्रश्नाः प्रश्नानाम् उत्तरम् अहं पूर्वं सम्पूर्ण वेब्सैट् इत्यस्य अहं कापि कृत्वा वर्ड् मध्ये कृत्वा पी डि एफ़् कृतवान् आसीत्, इदानीं तदपि अहम् अनन्तरं कुत्र इति न जानामि. तदपि केचन तु अस्मिन् पाठपर्यन्तं मम पार्श्वे प्रिण्ट् औट् अस्ति, अनन्तरं किम् अस्ति इति मम पार्श्वे अपि प्रिण्ट् औट् नास्ति. आम् विजयभगिनी, ऊकारान्त ऊकारान्त पठतु, अनन्तरं समापयामः. उकारान्त उकारान्त ऊकारान्त च धातवः अत्र चिन्वत् भावस्य अक्षे अचोनिति इत्यनेन वृद्धिः भवति. हू योगः लृट् इत्युक्ते हू योगः स्यते, अत्र स्यसिच् सियुट् ताशिषु भावकर्मणो सुपदेशे जन गृहदशां गृहदृशां वा चिन्वद् चिन्वद् इट् च इत्यनेन स्य प्रत्ययस्य चिन्वत् भावः इडागमः इडागमः च भवति. अत्र हू योगः इडागमः इ तिष्ठति, अत्र स्यते इति आदेशप्रत्ययोः इत्यनेन शत्वं भूत्वा इष्यते इति भवति. हू योगः इष्यते अचोङ्यति इत्यनेन अत्र निति निति प्रत्ययपरे वृद्धिः भवति. इदानीम् उकारस्य स्थाने हौ उकारः भवति, हौ योगः इष्यते. येचो यव यवः इत्यनेन आव् आदेशः भवति, अतः हाव् इति भवति. हाव् योगः इष्यते, हाविष्यते इति इडागमस्य पक्षे भवति. चिन्वत् भावः न भवति चेत् ओष्यते इति अन्तिमरूपम्. अतः तत्र विकल्पेन रूपं द्वयं भवति. सत्यम्, अत्रापि पुनः एव हू हो भवति, होष्यते इति रूपम्. अग्रे अपि भगिनी, भूयोगः लृट् तत्र किं भवति? भूयोगः लृट् भवति, अत्र भूयोगः इष्यते. एतत् तत्रापि प्रथमम् अत्र वृद्धिः भवति, भूस्था भूस्थाने अचोनिति इत्यनेन बौ भवति, अनन्तरं येचो यव यावः इत्यनेन बाव् भवति. आदेशप्रत्ययोः इष्यते पूर्वमेव अस्ति, एतत् योजनेन भाविष्यति इति भवति. अपक्षे अपि वदतु भाविष्यते. अत्र चिन्वत् भावः नास्ति चेत् बोष्यते इति भवति. सत्यं, बोष्यते, सत्यं सत्यं सम्यक्. अग्रे अनन्तरं भूयोगः लृङ् भवति, भूयोगः स्य अभाविष्यत इति भवति. अडागमः भवति अत्र लङ् रूपं न लृङ् लृङ् अपि अडागमः भवति एव. अनन्तरं तादृशमेव वृद्धिः भवति, अनन्तरं येचो एव यावः इति अनेन आव् भवति, अभाव् अभाविष्यत इति रूपं भवति. भगिनी अत्र भू धातु इड् योगे अस्ति खलु, अतः भविष्यते इति भवति खलु? कुत्र महोदय, तत्र तस्मिन् पक्षे वा? भू भू इति अस्ति भाविष्यति अपि भूयोगस्यते इत्यस्मिन् तत्रापि इडागमः अस्ति खलु इडाग भवति खलु भू धातु दीर्घ उकारान्तः अस्ति चेत् इडागमः भवति खलु भविष्यते इति भवति वा भवति वा पश्यामि पश्यामि एकवारं भविष्यते इति भवति भविष्यते भविष्यते खलु भविष्यते भाविष्यते इति रूपद्वयं भविष्यते इति तत्तु भविष्यते चिन्वत् भावे अत्र सत्यं सत्यं सेट् धातुः अपि सेट् प्रत्ययः अपि इडानुकूलः सत्यं महोदय तत्र अग्रे अग्रे भगिनि लुट् वा किं भूयोगः लुट् भवति अत्र भू भवति सा स्थितिः तत्र सकारस्य लोपः भूत्वा सा एव तिष्ठति तादृशमेव अत्रापि वृद्धिः भूत्वा वो भवति अनन्तरं येचो एव यावः इत्यनेन भाव् भवति भाव् योगः ता भाविता इति लुट् रूपं प्रथमविभक्ति एकवचनं प्रथमकृषि एकवचनं भवति भाविता इति अनन्तरं भूयोगः आशीर्लिङ्ग् भवति भूयोगः सीयुट् इति अत्र अवशिष्टः भवति तादृशमेव अत्र अपि वृद्धिः भवति अचोनिति इत्यनेन भोः भवति अनन्तरं येजो एव यावः इत्यनेन आव् भवति भावि अनन्त सी स्थाने सीयुट् अत्र आदेशप्रत्ययोः इत्यनेन दन्त्यसकारस्य स्थाने तालव्यसकारः भवति अतः तत्र भाविशिष्ट इति प्रथमं सत्यम् भाविशिष्ट भाविशिष्ट भविशिष्ट भाविता भविता अभाविष्यत अभविष्यत भाविष्यते भाविष्यते भविष्यते सर्वे ऊकारान्तदातवः सेटः तदपि स्मर्तव्यम् ऊकारान्तः अस्ति चेत् सेटः प्रत्ययः अपि इडानुकूलः अस्ति चेत् तत्र अवश्यम् इट् भवति आतधातुकस्य इड्बलादेः इत्यनेन अपक्षे तदपि वक्तव्यम् अस्तु ऊकारान्त ऊकारान्तपर्यन्तं कृतवन्तः ऋकारान्तः इतोपि किञ्चित् अवशिष्टः तत् प्रायः अग्रिमसप्ताहे समापयामः एषः पाठः अग्रे किम् अस्ति इति द्रष्टव्यं किम् अस्ति इति अहं न जाने अस्तु अस्तु समापयामि धन्यवादः धन्यवादः धन्यवादः